पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 54 शेष उवाच गतप्रातक्रियां कर्तुं समिधस्तत्क्रियार्हकाः आनेतुं जानकी सूनुर्वृदो मुनिसुतैर्लवः ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् कुङ्कुमागरुकस्तूरी दिव्यगन्धेन वासितं विलोक्य जातकुतुको मुनिपुत्रानुवाच सः अर्वाकस्य मनोवेगप्राप्तो दैवान्मदाश्रमम् आगच्छन्तु मया सार्धं प्रेक्षं तां मा भयं कृताः इत्युक्त्वा स लवस्तूर्णं वाघस्य निकटे गतः सरराजसमीपस्थो वाघस्य रघुवंशजः धनुर्बाणधरस्कन्धे जयन्त इव दुर्जयः गत्वा मुनिसुतैः सार्धं वाचयामासपत्रकम् भालस्थितं स्पष्टवर्णराजिराजितमुत्तमं विवस्वदो महान् वंशः सर्वलोकेषु विश्रुतः यत्र कोऽपि पराबाधी न परद्रव्यलम्पटः सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः यम् देवा सामरा सर्वे नमन्ति मणिमौलिभिः तस्यात्मजो वीरबलदर्पहारी रघुद्वहः रामचन्द्रो महाभागः सर्वशूरशिरोमणिः तन्मादा कोशलनृपपुत्री रत्नसमुद्भवा तस्याः क्षिभवं रत्नं रामशत्रुक्षयङ्करः करोति हयमेधं स ब्राह्मणेन सुशिक्षितः रावणाभिधविप्रेन्द्रवधपापापनुत्तये मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः महाबलपरिवारो परिखाभिः सुरक्षितः तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणान्तकः हस्त्यश्वरथपादादसङ्घसेनासमन्वितः यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदाद शूरा वयं धनुर्धारिश्रेष्ठा वयमिहोत्कटाः ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितं मनोवेगं कामजवं सर्वगत्याधिभास्वरं ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठाद् शरासनविनिर्मुक्त वत्सदन्त कृतव्यथाद् ये क्षत्रियाः क्षत्रियकन्यकायां जाताश्च सत्क्षेत्रकुलेषु सत्सु गृह्णन्तु ते तद्विपरीतदेह नमन्तु राज्यं रघवे निवेद्य इति संवाच्य कुपितो लवशस्त्रधनुर्धरः उवाच मुनिपुत्रांस्तान् नृष गद्गदभाषितः पश्य दक्षिप्रमेदस्य धृष्टत्वं क्षत्रियस्व वै लिलेख यो भालपत्रे स्वप्रतापबलं नृपः कोऽसौ रामकः शत्रुघ्नक्रीडास्वल्पबलाश्रिताः क्षत्रियाणां कुले जाता एतेन वयमुत्तमाः एतस्य वीरसूर्मादा जानकी न कुशप्रसूः यारत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः इदानीं क्षत्रियत्वादिदर्शयिष्यामि सर्वतः यदि क्षत्रियभूरेश भविष्यति च शत्रुः गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितं नो चेत् क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः अधुना मधुनुर्मुक्तैः शरैः सुप्तो भविष्यति अन्ये ये च महावीरारणमण्डलभूषणाः इत्यादिवाक्यमुच्चार्य लवो जग्राहतं हयं तृणीकृत्य नृपान् सर्वांश्चाप बाणधरोवरः तदा मुनिसुधा प्रोचुर्लवं हयजिहीर्षकम् अयोध्या नृपदी रामो महाबलपराक्रमः तस्य वाहं न गृह्णादि चक्रोऽपि स्वबलोद्धतः मा गृहाण शृणुष्वेदमद्वाक्यं हितसंयुधम् इत्युक्तं सश्रुतौ धृत्वा जगादसद्विजात्मजान् यूयं बलं न जानीध क्षत्रियाणां द्विजोत्तमाः क्षत्रिया वीर्य शौण्डीर्या द्विजा भोजनशालिनः तस्माद्यूयं गृहे गत्वा भुञ्जन्तु जननीहृतम् इत्युक्तास्ते भवं स्तूष्णीं प्रेक्षं तस्तत्पराक्रमं लवस्य मुनिपुत्रास्ते सन्तस्तुर्दूरदो बहिः एवं व्यधिकरे वृत्ते सेवकास्तस्य भूपतेः आयातास्तं भयं बद्धं दृष्ट्वा प्रोजुस्तदालवं बबंध को हयमहो रुष्टकस्य च धर्मराड को बाणव्रज मध्यस्थप्राप्स्यते परमां व्यथां तदालवो जगादाशु मया बद्धोश्व उत्तमः यो मोचयदि तस्याशु रुष्टो भ्राता कुशो महान् यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः न त्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः शेष उवाच इति वाक्यं समाकर्ण्य बालोऽयमिति ते ब्रुवन् समागदा मोचयितुं हयं बद्धं तु ये हरेः तान्वै मोचयितुं प्राप्तान् शत्रुघ्नस्य च सेवकान् को दण्डं करयो धृत्वा क्षुरप्रान् सममुमुचद ते छिन्नबाहवशोकाच्छत्रुघ्नं प्रतिसङ्गदाः पृष्ठास्ते जगदुः सर्वे लवात्स्वभुजकृन्दनम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवेन हयबन्धनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॐ